करोतु। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। केनाक्षरसमानाय मदीगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। व्याकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीसूत्रकारं च प्रणतोऽस्मि त्रयम्। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। ॐ पूर्णमदस्य अन्ते वयं वदामः। आं भगिनि, वरं भवतु दिनाक्षरस्तु। इदानीम् अहं स्क्रीन् शेर् करोमि, कारणं सर्वदा भवन्तः तदेव वदन्ति। ओके, इदानीं द्वितीयकरपत्रम् आरम्भं कृतवन्तः न? धातुगणाः समाप्य धातुगणपरिचय कुर्मः न इदानीम्? आं भगिनि। ओके, अत्र किमस्ति, प्रथमे पाठे ध्वनिमुद्राणि चलति, विकरणप्रत्यय किमस्ति हिरल् जया, प्रथमगणः भवादिगणः, भवादिगणः विकरणप्रत्ययः, विकरणप्रत्ययः शप् न विकरणप्रत्यय मूलरूपम् अनन्तरम् अवशिष्टरूपम् एवं मूलरूपं अवशिष्टरूपम्। ओके, कण्णम्मा द्वितीयगणस्य नाम अदादिगण, अदादिगण तस्य वैशिष्ट्यं किम्? तस्य वैशिष्ट्यं, तस्य विकरणप्रत्ययः नास्ति, शप् लुक् लोपः, शप् यद् अस्ति लोपः भवति, लोपः भवति, किमपि अविशिष्टं नास्ति, तदेव विकरणप्रत्ययः नास्ति। अतः विकरणप्रत्ययस्य किम् अदृश्यं भवति। मोहिनी कुत्र गतवती, पलायितवती वा मोहिनी? शी कुडेंट हियर सो शी इज गोइंग टू कम बैक अगेन। ओके, गत अवसरे अपि तदेव समस्या आसीत् न? या, शी डाउनलोडेड द ऐप टुडे एंड देन शी कुड जॉइन। ओके, पल्लवी, अरे पल्लवी भवती अपि आगतवती वा? ओके, तृतीयगणस्य नाम किं, वैशिष्ट्यं किम्? तृतीयगणस्य नाम जुहूत्यादिगणः अस्ति, वैशिष्ट्यम् अस्ति तस्य द्वित्वं भवति अत्र न श्रूयते, किञ्चित् उच्चैः वदतु। द्वित्वं भवति अत्र यदा बिभेति दा ददाति तत्र विकरणप्रत्ययः नास्ति। विकरणप्रत्ययः यदस्ति तस्य लोपः भवति, तदनन्तरम् इतोपि एकं वैशिष्ट्यम् अस्ति न, तत् किम्? अहम् उक्तवती तत्र द्वित्वं भवति इति. कस्य द्वित्वं भवति? बहुधा उपधाया द्वित्वं भवति. धातोः धातोः द्वित्वं भवति. ओके, परन्तु तदनन्तरं कार्याणि अपि सन्ति, तत् तस्मिन् विषये अनन्तरं वयं द्रक्ष्यामः. ओके ओके, मोहिनी इदानीं श्रूयते वा? श्रूयते श्रूयते भगिनि. ओके, चतुर्थगणस्य नाम किम्? चतुर्थगणस्य नाम वन् मिनिट् इट् इस् दिवादिगणः. दिवादिगणः. विकरणप्रत्ययः मूलरूपं किम्? मूलरूपं श्नु अस्ति. श्नुन उपयोगरूपं किम्? उपयोगरूपं य अस्ति. य अस्ति. ओके, अनन्तरं पूर्णिमा. महोदय नमस्ते. महोदय नमस्ते. नमस्ते. पञ्चमगणस्य नाम? स्वादि. स्वादि. विकरणप्रत्यय मूलरूपं? श्नु. श्नु. अनन्तरम् उपयोगरूपं? नो नो अवशिष्यते. सत्यं, नु इति अस्ति परन्तु तस्य परिवर्तनं भवति नो इति. ओके, अनन्तरं प्रतिभा. नमस्ते भगिनि. नमस्ते, सुप्रभातम्. षष्ठगणस्य नाम किम्? सुदादिगणः. सुदादिगणः. विकरणप्रत्ययस्य मूलरूपं? शकारः भगिनि. शकारः न अनन्तरम् अवशिष्टरूपम्? अवशिष्टरूपम् भवति. अवगतं हा, यदा भवती शकारः वदति तत्र अवशिष्टरूपमेव न भविष्यति. आम् आं भगिनि. ओके, अनन्तरं सविता. सविता इदानीं हा, भवत्याः कृते किञ्चित् ट्रिकि क्वश्चन्. सप्तमगणस्य नाम किम्? सविता. रुदादिगणः. रुदादिगणः. सत्यं, तत्र विकरणप्रत्ययमूलरूपं? मूलरूपं तु श्नम्, परन्तु न अवशिष्टभागः. न वयम् उपयोगं कुर्मः. अत्र किमपि वैशिष्ट्यम् अस्ति वा? परिवर्तनम् उपधा भागस्य भविष्यति. किञ्चित् पुनः स्पष्टं वदतु. कर्तरीप्रयोगे यदि वयं विकरणप्रत्यय विकरणप्रत्ययः न अस्ति परन्तु तत् नकार न कुत्र स्थापितं भवति? धातु तिङ् प्रत्यये मध्ये, परन्तु धातु लैक् in between the dhatu, the before the halant of the dhatu. Upadasthane sthapitam bhavati. Upadasthane. Upadasthane. Okay. Samanyataya dhatoho anantarameva vayam vikarana pratyayase sthapanam kurmaha. Parantu asmin gane dhatoho anantaram na upadasthane na iti sthapitam bhavati. Okay? अनन्तरं कस्याः परि राधा, एतत्तु नूतननाम अस्ति. राधा नमस्ते भगिनि. नमस्ते. ओके, अष्टमगणस्य नाम तनादिगणः. तनादि विकरणप्रत्ययः, मूलरूपम् ऊ विकरणप्रत्ययः, गुणः भूत्वा ओ इति भवति. ओ इति भवति. ओके, धन्यवादः. अनन्तरं रूपल्. नवमगणस्य नाम कृदादिगणः, क्रयादिगणः. क्रयादिगणः क्रयादिगणः अनन्तरं य क्रयादिगणः य क्रयादिगणः अनन्तरं श्रा अवशिष्टं भागं न. ओके ओके, इदानीम् अन्तिमगणस्य नाम सरस्वती. भवती वदतु. दशमगणस्य नाम चतुरादिगणः. चुरादिगणः. चुरादिगण विकरणप्रत्यय णिच् योग शप्. णिच् योग शप् अवशिष्टभागः अथवा कथं तत् भवति तस्मिन् विषये अनन्तरमेव द्रष्टव्यम्. ओके, गत अवसरे वयं किं पठितवन्तः, कोऽपि स्मरति वा? शोभना, भवत्याः स्मरणे अस्ति वयं किं तत् पठितवन्तः? पुनः पृच्छतु भगिनी. ओके, एतत् सर्वं तु वयं दृष्टवन्तः. पठ, पठति, पठ् इति धातु, अ इति विकरणप्रत्ययः, ति इति तिङन्तप्रत्ययः. इदानीं पुनरभ्यासं कृतवन्तः. गणस्य नाम, विकरणप्रत्ययस्य मूलरूपम्, अनन्तरं यद्रूपं वयम् उपयोगं कुर्मः, साक्षात् उपयोगं कुर्मः, तदपि वयं दृष्टवन्तः. आं भगिनि. अनन्तरं वयं किमपि पठितवन्तः वा इदानीम् आरम्भं कर्तव्यम्? इदानीम् आरम्भं कर्तव्यम्. ओके ओके, भवती आरम्भं करोतु. ओके, उपरि उपरि स्थिते कोष्टके पश्यामः यत् मूलविकरणप्रत्ययेषु बहुत्र व्यञ्जनानि सन्ति, किन्तु वयं सम्पूर्णं कृत्वा अनन्तरं स्पष्टीकरणं करोतु. पठित्वा कर्तव्यम् इति नास्ति. अहं स्मरति वयं एतत् पठितवन्तः. ओके, पुनः पठतु, अनन्तरं यत्किमपि स्मरणे अस्ति तद् वदतु. किन्तु तस्मिन् एव कोष्टके पश्यामः यत् लट् लकारे आधिक्येन कानि व्यञ्जनानि न तिष्ठन्ति. किमर्थम् इति चेत् सोपानेषु तानि व्यञ्जनानि अपगच्छन्ति, नाम तेषां लोपः भवति. नाम इत्युक्ते हलन्तम्. अत्र नाम अकारः अपि अस्ति न? नाम तेषां लोपः भवति. यस्य लोपः भवति तस्य विशिष्टं नाम अस्ति इति संज्ञा. तर्हि विकरणप्रत्ययेषु बहुत्र व्यञ्जनानाम् इत् संज्ञा भवति. किमर्थम् आरम्भे एतानि व्यञ्जनानि आसन् यदि गच्छन्ति एव? तैः वर्णैः कार्यं निर्दिष्टम् अस्ति. कार्यम् एषां वर्णानां गमनानन्तरम् अपि सिध्यति तत् किम् इति अग्रे पश्यामः. ओके सो what it is saying that you know in this all these ganas that we learn there is vikran patya has more vyanjanani than the avashishta bhaga. Then why in the from the beginning those vyanjana were put if we were just supposed to be using only the few of the vyanjan, but they it says what I understand it says is like those are also it has its own karya, it has its place in the vikran pratyaya. That is why it is there. Okay. सम्यक् उक्तवती परन्तु आङ्ग्लभाषायाम् इदानीं संस्कृतभाषायां प्रयत्नं करिष्यति. ओके करोतु. अहं सो अत्र प्रश्नः अस्ति प्रश्नः अस्ति किमर्थं ओके सर्वे गणेश सर्वे गणेषु विक्रण प्रत्यय अस्ति तत्र विक्रण प्रत्यये अनेकानि व्यञ्जनानि सन्ति किन्तु अवशिष्टभागः वा उपयोग भाग केवल एक वा केवलम् उपयोगभागः न स्वीकरणीयं सम्प्रत्ययस्य स्वीकरणं भवति. तस्य कारणं किम्? तस्य कारणम् अत्र तैः वर्णैः अपि कार्यनिर्दिष्टम् अस्ति. अनन्तरं तस्मिन् विषये वयं पश्यामः यद् वर्ण ये वर्णानां वयम् इत्संज्ञा इति कृत्वा लोपकार्यं कुर्मः तेषां कार्याणि अनन्तरं पश्यामः. अस्मिन् स्तरे तस्य विष तस् तत् न उक्तमस्ति. गमन इत्युक्ते वर्ण तु गच्छति परन्तु पूर्वम् आसीत् यत्कारणेन किमपि कार्यं निर्दिष्टं भवति. ओके धन्यवादः. सर्वे अवगतवन्तः? अत्र पश्यन्तु अस्ति तत्र अवशिष्टभागं यद्वयम् उपयोगं कुर्मः तत्तु केवलं न अस्ति शकारस्य किं लोपः भवति परन्तु पूर्वं शकारः आसीत् एतस्य कारणेन किमपि कार्यं निर्दिष्टं भवति अनन्तरम्. ओके अवगतं किञ्चित् किञ्चित्? अहं भगिनि अवगतं भगिनि अवगतं. कष्टमस्ति कुत्रापि कष्टमस्ति न के इति अहं मन्ये. ओके श्रीधर महोदय अग्रे नमस्ते. हा वदतु. कः धातुः कस्मिन् गणे प्रविष्टः इति ज्ञातव्यम् अस्माभिः किल? एतावता भवन्तः प्रायः मूलविषयम् अवगच्छन्ति नाम विकरणप्रत्ययम् अधिकृत्य गणः निर्णेतव्यः. प्रथमे करपत्रे च कथं निर्णायते इति प्रदर्शितम् परन्तु कुत्रचित् विषयः भ्रमात्मकः भवति. कानि भ्रमात्मकानि स्थलानि अधुना अवलोकयाम. ओके, भ्रमः कुत्र अस्ति? पठनस्य पूर्वमेव पश्यतु कुत्र कुत्र भवितुं शक्यते. महोदय, अत्र टेबल् अस्ति न, पश्यतु. किञ्चित् मनसि आगच्छति कुत्र भ्रमः भवितुं शक्यते इति. भगिनि, भ्रमः इत्युक्ते किं भगिनि? भ्रमः इत्युक्ते डौट् अथवा आम्बिग्युटि अथवा कन्फ्यूजन्. प्रथमे अस्तु, वादिगणस्य विकरणप्रत्यये विकरणप्रत्यय शप् अवशिष्टभागः आ, शकारः शकार च पकार. ओके, ओके, लोपः भवति. ओके, सत्य. अग्रे भ्रमः कुत्र भविष्यति? भ्रमः शकार और पकार कथं लोपः भवति? ओ, तत्र तु सूत्रमागच्छति, तस्मिन् विषये चिन्ता मा करोतु. ओके, भ्रमः कुत्र भविष्यति तस्मिन् विषये चिन्तनं करोतु. ओके, भ्रमः वादिगणे भ्रमः नास्ति, कन्फ्यूजन् डौट्. भ्रमः नास्ति. नास्ति एव? वाव्, श्रीधर महोदय, भवान् तु एकदम् एक्स्पर्ट्. ओके, सुशीला, भवत्याः अभिप्रायः किम्? आम् आं भगिनि, भ्रमः अस्ति. व्योहः अवशिष्टभागम् अकारः, अकारः कुत्र स्थापनीयम्? अन्ते वा मध्ये वा कथम् इति भ्रमः अस्ति. ओ, तस्मिन् विषये अपि भ्रमः अस्ति वा? पट् इति धातु अस्ति, अकारः एव अवशिष्टभागः. पट् प्लस् आ पट इति करणीयं वा, अथवा पकारः मध्ये अकारः स्थापनीयं वा इति भ्रमः आगच्छति. अतः मम भ्रमः इदानीम् उद्भवति. प्रथमगणे भ्रमः नास्ति भगिनि, चिनोति इति गणे. सप्तमगणे धातुः अस्ति न, रुदादिगणे, रुदादिगणे चिद् इति धातुः अस्ति. धातु तिङ् मध्ये नकारः एव उपयोगं करणीयं. नकारः कुत्र स्थापनीयम् इति भ्रमः अस्ति, अन्ते वा मध्ये वा इति. तद्गण तद्विषये अभवत्, तस्य विषये स्पष्टीकरणं तु अभवत्. केवलम् एकस्मिन् गणे एतत् किञ्चित् भिन्नम् अस्ति, विकरणप्रत्ययस्य स्थापनं धातोः अनन्तरं न, धातोः उपदा स्थाने स्थापितं भवति. यत्र तु अन्य भ्रमः अपि अस्ति भगिनि, एतत् धातु प्रथमगणे वा द्वितीयगणे वा तृतीयगणे वा कथं स्थापनीयम् इति भ्रमः आगच्छति. ओ हो, नो नो नो, तस्मिन् विषये तु पाणिनिमहोदय तु कार्यं कृतवान् एव. धातुगणपाठः इति निर्माणं कृतवान्, तत्र किं 2000 अप्राक्सिमेट्लि दातवानां गणमपि निर्दिष्टं निर्देशं कृतवान्. ओके, अतः धातोः गणनिर्णयं पाणिनिमहोदय कृतवान्, वयं तत् स्वीकुर्मः. ओके, अस्तु अस्तु, अतः समस्यायाः समाधानं न अभवत्. अग्रे गच्छामि. तेजल्, विच् तेजल् दिस् इस्? अत्र तु तेजल् का, वदतु, भवती अस्ति? अरे, अन्म्यूट् करोतु तेजल्. हा महोदय, हा फलकस्य पिधानं अभवत् अतः करपत्रं दर्शयामि. वदतु, भ्रमः कुत्र भवितुं शक्यते? अहं वदामि वा? एकनिमिषं, हा एकनिमिषम्, इदानीं तेजल् महोदयायाः पर्यायः, सा प्रयत्नं करिष्यति. तेजल् किञ्चित् उच्चैः वदतु. ध्वनिः सम्यक् न श्रूयते भगिनी, बहु न्यूनम् आगच्छति. मम ध्वनिः वा भवत्याः ध्वनिः अपि बहु न्यूनम् आगच्छति. हा, प्रारम्भतः बहु न्यूनम् आगच्छति. ओ हो, ओके ओके. भवती वक्तुं शक्नोति भ्रमः कुत्र अस्ति इति? श्रुतवती वा मम प्रश्नः? पुनः एकवारं कृपया वदतु. अत्र अस्माकं हस्ते, एकवारं पुनः वदतु कृपया. वयम् इदानीं पठितवन्तः, श्रीधर् महोदय पठितवान् न, किं पठितवान्? तानि भ्रमात्मकानि स्थलानि अधुना अवलोकयामः. एतस्मिन् विषये भवत्याः अभिप्रायः किं? भ्रमः अस्ति वा नास्ति? कुत्र भवितुं शक्यते? पञ्चमगणे स्नु अस्ति, तत्र नो भवति. सनादिगणे उ अस्ति, तत्र ओ भवति. तदा गुण भवति, तदा चेत् भ्रमः भवितुम् अर्हति. अन्यथा अदादिगणे जुहोत्यादिगणे विकरणप्रत्ययः नास्ति. ओके ओके, भवत्याः भ्रमः तु भिन्नम् अस्ति. इदानीं पश्यामः, उर्मिला मोदी भवती किं वदति? अस्तु, प्रथमगण वादिगणः अस्ति, तत्र विकरणप्रत्ययः अस्ति. एकनिमिषम् एकनिमिषं, हा उर्मिला, शप्तप्रत्ययः अस्ति परन्तु तिष्ठति केवलम् अतिष्ठति, अविकरणप्रत्यय. अग्रे गणे सुदादिगणे विकरण मूलरूपम् एण्ड् अत्रापि अस्ति, अत्रापि अस्ति, अतः भ्रमः जातः. विकरणप्रत्ययस्य अवशिष्टभागं पश्यामः चेत् तत्र तु भ्रमः एव. ओके, कारणं यदा अस्माकं हस्ते किं पदमस्ति, तिङन्तपदमस्ति, तत्र विकरणप्रत्ययः यदा वयं पश्यामः एवम् एवं भागं कृत्वा प्रथमगणे षष्टमगणे सर्वत्र केवलम् अवयं पश्यामः, अतः निर्णयं कथं करणीयम्? समस्या अस्ति न? अवगतं सर्वे? उर्मिला, अन्य किमपि दृश्यते? अन्य न, ओके. पश्यामि, उर्मिला, अनन्तरम् उषा पाटेल्. एकनिमिषम् एकनिमिषं, का वदति? तेजल् शा वदामि. इदानीं ध्वनिः सम्यक् आगच्छति, तदा अहं हेड्फोन् स्वीकृतवती. ओके, इदानीम् उषा वदति. आम् आम्, उषा वदति. अदादिगणे एवं जुहोत्यादिगणे विकरणप्रत्ययः नास्ति, विकरणप्रत्ययस्य लोपः भवति. द्वयोः स्थाने विकरणप्रत्ययः नास्ति अवशिष्टम्. ओके, परन्तु तत्तु भ्रमः भवति धातु कस्मिन् गणे आगच्छति, अदादिगणे वा जुहोत्यादिगणे द्विगणे. हा, परन्तु जुहोत्यादिगणस्य किमपि वैशिष्ट्यम् अस्ति न? आमां, द्वित्वं भवति, धातोः द्वित्वं भवति. धातोः द्वित्वम् अस्ति, धातोः द्वित्वं भवति जुहोत्यादिगणे. अतः भ्रमः अत्र नास्ति, न शक्यते, न शक्यते. स्वीकरोति य य एवम् अय अस्ति, दिवादिगणे य अस्ति, युरादिगणे अय अत्र अस्ति, अत्र अय अस्ति. तत्र किञ्चित् अत्र निचप्रत्ययः अस्ति दशमगणे, किञ्चित् शक्यते, शक्यते. अन्यत्रापि अस्ति वा? न न न न अन्यत्र न. अन्यत्र नास्ति, अन्यत्र नास्ति. नो नो, स्वादिगणे नो अस्ति, तदादिगणे ओ अस्ति, द्वयोः स्थाने ओ इति श्रूयते. स्वादिगणे न तु अस्तु नो अस्ति, न नो ओ अस्ति. तु धातोः मूलरूपं यदि जानामि तत्तु सम्यक्, यदि न जानामि तत्तु द्वयोः स्थाने ओ इति श्रूयते. ओके, ओ श्रूयते. अत्र तु नो अस्ति, नो नो अस्ति. अष्टमगणे ओ अस्ति, नमः कुत्र भवितुम् अर्हति? चिन्तयतु तनादिगणविषये. यदि तनादिगणे धातुमध्ये न अस्ति तदा भ्रम शनोति. ओ योजनेन तत्र अपि नो भवति, अत्र नो अस्ति एव. ओके, अत्र तु भ्रमः भवितुं शक्यते. यदा धातु एव नकारेण धातोः अन्तिम अक्षरं नकारः अस्ति, नकारः अस्ति, तत्र तु नो भवति, भ्रमः भवति. अत्र नो, अत्रापि नो, एवं किञ्चित् भ्रमः भवितुं शक्यते. ओके, सर्वे ज्ञातवन्तः. इतोपि किमपि अवशिष्टम् अस्ति? उषा, न न. ओके, पश्यामः इदानीं. वीणाबेन् अग्रे पठतु. आम्, विकरणप्रत्ययः नास्ति चेत् विकरणप्रत्ययः नास्ति चेत् धातुः द्वितीयगणे वा तृतीयगणे वा अदादिगणे सारल्यम् अस्ति, अस् योगति अस्ति, अस्ति इत्यनयोः मध्ये किमपि नास्ति, अतः द्वितीयगणः. जुहोत्यादिगणे यद्यपि विकरणप्रत्ययः नास्ति परन्तु धातोः द्वित्वम् अस्ति. दा ददाति, दि बिभेति. द्वित्वम् अस्ति इति कारणतः सुलभतया अवगच्छामः तृतीयगणः, अतः द्वित्वं तृतीयगणस्य लक्षणम्. अवगतं यावत्पर्यन्तं? तदेव वयम् उक्तवन्तः, तदेव वयम् उक्तवन्तः. इदानीं द्वितीयगण तृतीयगणे समस्या अधिकं नास्ति. किमर्थं? द्वितीयगणस्य धातोः साक्षात् तिङन्तप्रत्ययः योजनीयं तत्र, मध्ये किमपि नास्ति. परन्तु जुहोत्यादिगणः इत्युक्ते तृतीयगणस्य प्रथमकार्यं तु धातोः द्वित्वं भवति, तदनन्तरम् एव तिङन्तप्रत्ययस्य योजनं भवति. ओके, तरणप्रत्ययः नास्ति एव द्वितीयगणे अपि तृतीयगणे अपि, परन्तु वैशिष्ट्यम् अस्ति तृतीयगणस्य, जुहोत्यादिगणस्य वैशिष्ट्यं द्वित्वम्. अतः वयं ऐडेण्टिफै कर्तुं शक्नुमः. ओके ओके, इदानीं हीरल् अग्रे पठतु. आं भगिनि, आं भगिनि. चतुर्थगणः वा दशमगणः वा दिवादिगणे विक्रणप्रत्ययस्य केवलं य इति भागः दृश्यते क्रियापदे. चुरादिगणे विकरणः प्रत्ययस्य अय इति भागः दृश्यते क्रियापदे. नश् अधिकं य अधिकं ति नश्यति. कथ् अधिकम् अय अधिकं ति कथयति. भेदः अवगतः किम्? नश् इत्यस्य अनन्तरम् अ न आगच्छति, केवलं य, अतः चतुर्थगणः. कत् इत्यस्य अनन्तरम् अ अस्ति तदा य आहत्य अय, अतः दशमगणः. अवगतम् इदानीं कथं निर्णयं चतुर्थगणः वा दशमगणः? अतः कथं वर्णविभजनं कुर्मः तदनुगुणं वयं द्रष्टुं शक्नुमः दशम वा चतुर्थगणः. ओके, अतः अस्माकं हस्ते ज्ञानं, कस्य ज्ञानं आवश्यकं? वर्णविभजनम्. ओके, यत्किमपि पदमस्ति हस्ते, वर्णविभजनं कृत्वा वयं निर्णयं कर्तुं शक्नुमः केवलं य अस्ति वा अय अस्ति. ओके, ओके. इदानीं हीरल् अनन्तरं का अस्ति? जया अस्मि. दशम ओके. कुत्र पठति पश्यतु ना, अस्ति अत्र पञ्चमगण. Why is it not showing? Okay. Pancham... Ved... No, the screen is not painting. So I should read the E part, right? E, ha. E, yeah. Panchamaganahava, Ashtamahaganahava. Swadigane, Latlakarasya, Prathamapurushaika Vachana Rupe, Vikaranaprathyayasya No Iti Bhagaha Drishyate. तनादिगणे लट्लकारस्य प्रथमपुरुषैकवचनरूपे विकरणप्रत्ययस्य केवलम् ओ इति भागः दृश्यते. नो ओ इत्यनयोः भेदः. शक् योग नो योग ति शक्नोति. तन् योग ओ योग ति तनोति. भेदः अवगतः किल? पञ्चमगणे नकारः विकरणप्रत्यये अस्ति, अष्टमगणे नकारः धातौ अस्ति. अतः किं ज्ञातव्यम्? शक्नोति. नो अत्रापि नो अस्ति, अत्रापि नो अस्ति, भेदः कः? अरे वट् इस् हेपनिङ्ग्? नो अत्रापि अस्ति, नो अत्रापि अस्ति, भेदः कः? चिन्तयतु. Okay. अन्नम्मा भगिनि वदतु. नो नो भिन्नसूत्र नो पञ्चमगणे नो अस्ति तद् धातु शक्नोति धातु मध्ये नास्ति नो धातु धातु परम् अस्ति अष्टमगणे न धातु मध्ये अस्ति ओ तन् अधिकम् ओ अस्ति तदनन्तर ति अस्ति तदेव तनोति भवति तत्र न धातु मध्ये अस्ति शक्नोति इति पदे न धातु मध्ये नास्ति ओके अतः किम् अस्माकं ज्ञाने भवितव्यम् पञ्चमगणे नकारः विकर्णप्रत्ययः अस्ति अष्टमगणे नकारः धातु अस्ति धातुभागे अस्ति अतः अस्ति अस्माकं ज्ञानं धातुविषये सम्यक् भवितव्यं सम्यक् भवितव्यम् अस्तु धातुमूलरूपम् अवश्यं मूलरूपध्यानम् अवश्यं मूलरूपस्य ज्ञानम् अवश्यं ज्ञानम् अवश्यं कारणं यदा धातोः भागे नकारः आगच्छति तदापि अस्माकं हस्ते नो एव अन्तिमरूपे दृश्यते ओके अवगतम् अवगतं भगिनि अवगतं भगिनि वन् मोर् थिङ्ग् टु अब्सर्व् इफ् तन् धातु इफ् इट् वास् पार्ट् आफ् द पञ्चमगण then if we would have added no right then the resulting word with tannoti it would have been doubled there yeah double since it did not it is ashtamagana okay yes brahmah kutra bhavati no no atrapi no purva kriya padam drishtva tasya gana निर्दिश्यन्ति चेत् तदेव भ्रमं भवति क्रियापदं दृष्ट्वा क्रियापदे नो अस्ति चेत् तद् मूलपदं किम् इति ज्ञातव्यं ज्ञातव्यं यदा क्रियापदे नो अस्ति चेत् नो अस्ति तदा किञ्चित् चिन्तनं करणीयं धातु किम् अस्ति मूलपदं मूलधातु किम् अस्ति ओके एकवारं तस्य निर्णयं भवति चेत् अस्माकं हस्ते तु उत्तरम् आगच्छति पञ्चमगण वा अष्टमगण ओके अस्तु भगिनि अस्तु ओके इदानीम् अन्तिमभागः कः वा का पठति मोहिनी प्रथमः गणः वा षष्ठः गणः वा अस्य भेदस्य अवगमनार्थम् अग्रिमं करपत्रं पठति चेत् वार्ता स्पष्टा भविष्यति इति मन्ये मोहिनी एस्के अग्रिमकरपत्रम् अहम् उद्घाटयामि भवती एव पठतु ओके इदानीं प्रथमगणः षष्टमगणः तत्र तु भ्रमः अधिकम् अस्ति ओके ओके पठतु अग्रे धातुः प्रथमे गणे अस्ति वा षष्ठे गणे अस्ति वा प्रथमे गणे विकरणप्रत्ययस्य अ इति भागः अवशिष्यते षष्ठे गणे अपि सा एव गतिः तर्हि यत्र धातुः तिङ्प्रत्ययः इत्यनयोः मध्ये अकारः एव अस्ति कथं ज्ञायते कस्मिन् गणे अस्ति यु वाण्ट् मी टु कण्टिन्यू अन्तिमवाक्यमपि पठतु हा उत्तरं दर्शनेन एव सर्वत्र न ज्ञातुं शक्नुमः किन्तु बहुत्र ज्ञायते यत्र धात्वङ्गे गुणः दृश्यते तत्र प्रथमे गणे अस्ति इति ज्ञायते अधुना अग्रे गच्छेम पश्यामः इदं सर्वं कथं भवति ओके इदानीं किमस्ति दर्शनेन एव ज्ञातुं शक्यते परन्तु तत्र किं कण्डिशन् अस्ति किं धातोः अङ्गभागे किञ्चित् परिवर्तनं भवति प्रथमगणे एकनिमिषं हा तस्मिन् विषये किञ्चित् पश्यामः वयं तु दृष्टवन्तः अत्र पश्यतु खाद् खादति पठ् पठति क्रीड् क्रीडति वद् वदति अत्र तु किमपि परिवर्तनं न अभवत् परन्तु यदा शुच् शोचति पश्यामः वृत् वर्तते पश्यामः जी जयते पश्यामः श्रुश्रवति पश्यामः हृ हरति पश्यामः तत्र तु परिवर्तनम् अभवत् ओके परन्तु यदा वयं षष्टमगणविषये पश्यामः अत्र मी मिलति साक्षात् मेलनम् अभवत् मिल् अ ति परन्तु उपरि यदा वयं पश्यामः ई कुत्र आगतं हा जी अस्ति हा जी अत्र जयति इति अभवत् एतत् सर्वं वयं दृष्टवन्तः पूर्वमेव ओके स्मरणे अस्ति वा न आम् आम् अस्ति अस्ति अस्ति लास्ट् क्लास् वि डिस्कस्ड् अबौट् इट् ओके ओके इदानीम् अग्रे गच्छामः ओके धन्यवादः मोहिनी इदानीं का पठन्यवाद सीतालक्ष्मी सीतालक्ष्मी हा अग्रे पठतु व्याकरणे एकः सिद्धान्तः अस्ति गुणः नाम्ना सिद्ध्यन्ते सिद्धान्तः एकः अस्ति गुणः नाम्ना सिद्धान्ते स्वरस्य परिवर्तनं भवति विकृतरूपस्य गुणसंज्ञा भवति अस्मिन् कोष्टके पश्यतु स्वरः इ ई उ ऊ रु रु गुणः ए ओ अर् ओके इदानीं पेर्स् कृत्वा पठतु स्वरः इ ई अस्ति चेत् गुण किम् ए ए उ ओ ओ ऋ अर् इति इत्युक्ते यदा इ अथवा इ आगच्छति तस्य गुणः ए भवति एकनिमिषं अत्र पश्य इ इ अस्ति ओके एतस्य पठनानन्तरं कृत्वा अहं दर्शयामि यावत्पर्यन्तम् अवगतं यदा इ इ अस्ति तस्य एकारे परिवर्तनं भवति उ अस्ति तस्य ओकारे परिवर्तनं भवति यदा ऋ अथवा ऋ अस्ति तस्य अर् इति परिवर्तनं भवति. ओके, यावत्पर्यन्तम् अवगतम्? आम् आम्. ओके, इदानीं पश्यामः, किं पश्यामः? ई विषये पश्यामः. हा, ई विषये किम् अस्ति अस्माकं हस्ते? जि जयति इति अस्ति. हा, ओ क्षम्यताम्, एकनिमिषं. हा, जि इति धातु अस्माकं हस्ते अस्ति. एतस्य जयति इति अन्तिमरूपं वयं पश्यामः. इदानीं कस्य पर्यायः? लिटल् बिट् स्लोलि ओन्लि ऐ हव् टु गो हियर्. सीतालक्ष्मी, भवती कण्टिन्यू करिष्यति? धातुतः क्रियापदं निर्मातुं पठनं न, इदानीं चिन्तनं, बुद्धेः उपयोगम्. इदानीं जि एतस्य वर्णविभजनं करोतु. जि अवगतम्? आं महोदय. जि जयति. जि एकस्य परिवर्तनं जयति इति क्रियापदं वयं प्राप्नुमः, परन्तु केवलं द्विभागस्य वर्णविभजनं करोतु. तत्र कति वर्णाः सन्ति? तदनन्तरम् इ, तदनन्तरम् इ. ओके, तदनन्तरम् इ. ओके, यावत्पर्यन्तम् अवगतम्? इदानीम् अस्माकं हस्ते किम् अस्ति गुणविषये? इ अस्ति चेत् परिवर्तनं कुत्र भवति? न, अवगच्छतु. इकारः ईकारः, ओके, एतयोः एकारः भवति. अतः जकारः इकारस्य अहं कथं परिवर्तनं करोमि? जकार तु तथैव तिष्ठति, परन्तु तदनन्तरम् ए भवति. किमस्ति? इकारस्य स्थाने एकारः आगच्छति. यावत्पर्यन्तम् अवगतम्? यावत्पर्यन्तम् अवगतम्? ओके, अनन्तरं किं योजनीयं? हा, विकरणप्रत्ययः. अस्माकं गणविषये वयं जानीमः. हा, वादिगणस्य विकरणप्रत्ययः किं? हा, ओके, अतः जी जकार इकार इकारस्य परिवर्तनं भूत्वा एकारः अभवत्. तदनन्तरम् अहं विकरणप्रत्ययः योजयामि. ओके, इदानीम् एकारः अकारः अस्ति चेत् सन्धिकार्यं किं भविष्यति? जा भवति. पुनः वदतु. जा भवति, जयति. जी जकारः इकारः योजनेन एकारः भवति. जयति. जयति, ओके. किम् अन्तिमरूपं तत्पूर्वम् एकारः मेलनेन तत्र तु सन्धिकार्यं भवति. एकारः अस्ति, अकारः अस्ति, सन्धि किं? विच् सन्धि विल् यु डू हियर्? जे प्लस् आ प्लस् सि. पुनः वदतु. जि जे अधिकम् अ अधिकं ति जयति सन्धिकार्यं जि प्लस् इ यदा अहम् एवं करोमि तदा मम उत्तरं जे जे आर् पि इति भविष्यति न इकारस्य एकारः स्वरः भवति एकारस्वरः पुनः वदतु इकारस्य एकारः एकारः आगच्छति न स्वरः इकारः आगच्छति चेत् गुणः एकारः भवति न गुणः भूत्वा एकारः इकारस्य स्थाने आगतम् पल्लवी न न न सीतालक्ष्मी योर् एक्स्प्लेनेशन् नाट् वेरि क्लियर् पल्लवी कमान् कार्यं विषये स्मरणे अस्ति वा न अत्र यान्तवान्तादेशसन्धि यान्तवान्तादेशसन्धि नाम भवति ओके अतः अस्मिन् स्थाने किम् आगच्छति एकारस्थाने अय् आगच्छति एकारस्य स्थाने अय् आगच्छति ओके अतः मम हस्ते किम् अस्ति ज अस्ति एकारस्य स्थाने अय् हा तदनन्तरं कार आ हा अनन्तरं तिङ् प्रत्ययः तत्र तु समस्या नास्ति ओके इदानीम् अन्तिमभागं किमस्ति जकार अकार यदा अहं योजयामि तदा तु सम्पूर्ण ज आगच्छति यकार अकार योजयामि चेत् सम्पूर्ण ज आगच्छति तदनन्तरं ति जयति इति किं सिद्धरूपं भवति अवगतं सीतालक्ष्मी अवगतम् अत्र भ्रमः भवत्याः अभवत् न अवगतम् न न अवगतं महोदय भ्रमः न भ्रमः न इदानीं न परन्तु भवत्याः स्पष्टीकरणे मम भ्रमः अभवत् ओके यदा ए अस्ति तदनन्तरं किमपि स्वरः अस्ति एकारस्य ऐ इति परिवर्तनं भवति ओके यावत्पर्यन्तं सर्वे अवगतवन्तः प्रश्नः अस्ति वा अग्रे गच्छामि भगिनी अवगच्छामि अवगच्छवन्त ओके शोभना वदतु एकार अकार अवग्रहचिह्नः न अय अय ए अधिक आ इस् अय किन्तु ए अधिक अ ए अधिक अवग्रहचिह्नः न आगच्छति भवती यान्तवान्तादेशसन्धिविषये जानाति किञ्चित् किञ्चित् आम् किं जानाति वदतु देशसन्धि इति नाम अस्ति तस्मिन् विषये भवती किं जानाति ओके यान्तवान् देशयान्ते पूर्वस्य एकस्य एव वर्णस्य स्थाने अय अहं केवल एके वर्णः पूर्ववर्णः भवितव्यम् पूर्व ए वर्णः अधिक अवर्णः अय अय भवति वा अ अधिक अवग्रहचिह्नः भवति अहं करोतु शोभा एकं कार्यं करोतु अग्रिम कक्षायाम् अहं पाठयिष्यामि यदा एतस्य समाधानं न अभवत् ओके आं भगिनि भवती रिवैस् करोतु सन्धिविषये यान्तमान्तर्देशसन्धिविषये किञ्चित् रिविजन् करोतु तदा एतत् स्पष्टं भविष्यति इति अहं चिन्तयामि ओके ओके न केवलम् एकारविषये अस्ति अन्ये अपि सन्ति तत्र ओके तस्य स्मरणं किञ्चित् करोतु सन्धिपुस्तकमस्ति न भवत्याः समीपे आम् अस्ति अस्ति किं यान्तवान्तादेश अथवा अयादिसन्धि इति नामानि सन्ति हा अयादिसन्धि यान्तवान्तादेश अनन्तरम् अहं चिन्तयामि सूत्रमस्ति यचो यवा यावः इति एकं सूत्रमस्ति मम स्मरणे आगतम् अतः किञ्चित् परिशीलनं करोतु यान्तवान्तादेश अथवा अयादिसन्धिविषये अनन्तरम् अग्रिमकक्षायां पश्यामः ओके ओके ओके भगिनि अन्य का पृष्टवती न प्रश्नः अस्ति वा न ओके अग्रे गच्छामि पूर्णिमा ओके यावत्पर्यन्तम् अवगतं हा जी जयति कथम् आगतं जी स्थाने इकारः हा जकार इकार जी स्थाने न जी इत्युक्ते जकार इकार तदनन्तरम् अस्माकं हस्ते फार्मुला अस्ति किं फार्मुला अस्ति यदा इ आगच्छति वादिगणे अपि अस्ति तदा तस्य इकारस्य ईकारस्य एकारे परिवर्तनं भविष्यति ओके अत्र पश्यन्तु इकारस्य एकारे परिवर्तनं कृतं परन्तु यदा अहम् एकारे परिवर्तनं करोमि तदनन्तरं मम विकरणप्रत्ययः अस्ति न आ तत्र तु सन्धिकार्यस्य अवकाशः अस्ति अतः सन्धिकर्तव्यम् एकारस्य ऐ भवति अनन्तरं वर्णमेलनेन जायति इति वयं प्राप्नुमः यावत्पर्यन्तम् अवगतं सर्वे प्रश्नः अस्ति प्रश्नः नास्ति भगिनि अवगतं नास्ति ओके इदानीं कस्याः पर्यायः पूर्णिमा नमस्ते नमस्ते इदानीम् अन्य किमपि परिशीलनं कुर्मः कारणम् अस्माकं हस्ते किं किम् अस्ति इ अस्ति उ अस्ति सर्वं परिशीलनं कर्तव्यं न अत्र उ विषये पश्यामः शुच् इति अस्ति हस्ते हा ओके अतः शुच् शोचति एतस्मिन् विषये पश्यामः रेडि आम् शोचति ओके एतत्तु तत्र लिखितमेव अस्ति चिन्तनं नास्ति किमपि समस्या अपि नास्ति ओके पश्यतु इत्यस्ति तस्य तु शोचति इति रूपम् अन्तिमरूपं भवति कथं वयं प्राप्तवन्तः तस्मिन् विषये किञ्चित् चिन्तनं कर्तव्यम् ओके इदानीम् इति भागे वर्णाः के श उ सकार शकार मा वद शकार शकार उकार एकनिमिषम् एकनिमिषं सकार शकार अनन्तरम् उ उकार ओकार वा उकार उ उ उ ओ उ उ आ इ उ उ सम्यक् च साधु हा अनन्तरं च चकार हा ओके इदानीं किं कर्तव्यं पश्यतु हा अत्र किं दत्तमस्ति एकनिमिषं हा उ आगच्छति चेत् परिवर्तनं गुणः भवति ओकारः भवति भूत्वा ओकारे परिवर्तनं भवति. अतः उ स्थाने अहं किं लिखामि? ओ लिखामि. ओके, अतः मम हस्ते शकारः, ओकारः, अनन्तरं चकारः आगच्छति. ओके भगिनि. शोचति. ओके, इदानीं किं कर्तव्यम्? अस्माकं हस्ते विकरणप्रत्ययः किं वादिगणस्य? अनन्तरं तिङन्तप्रत्ययः किम्? तिङ्न ति. वर्णमेलनं कृत्वा किं रूपं सिद्धं भवति? शोचति. शकार ओकारयोः योजनेन शो, अनन्तरं चकार अकारयोः च सम्पूर्णं ति शोचति, रूपं सिद्धम्. ओके, अवगतम्? अत्र तु अवगतम्. अत्र कष्टं नास्ति. तत्र किं जयति विषये, जयति विषये किमर्थं कष्टम् अभवत्? कारण एकार अकारयोः मेलनं भूत्वा अय परिवर्तनं भूत्वा जयति इति रूपं सिद्धम् अभवत्. ओके, किमपि प्रश्नः अस्ति यावत्पर्यन्तम्? न, अग्रे गच्छामि. ओके, प्रतिभा, इदानीम् इतोपि एकं वयं पश्यामः, तस्मिन् विषये ऋकारविषये. ऋकारविषये अत्र उदाहरणं किम् अस्ति? हृ वर्षति चेत् हृहरति इति अस्ति. हृहरति अथवा वर्तते. किं भवती स्वीकरिष्यति? वर्तते वा हरति? किमपि भवती वदतु न. वर्तते एव स्वीकरोमि. स्वीकुर्मः भगिनि एव स्वीकुर्मः. वृत् इति धातुः, वर्तते इति भवति, आत्मनेपदी अस्ति. तिङन्तपदं वर्तते. ओके, इदानीं वृत् भागस्य वर्णविभजनं करोतु. वकारः, ऋकारः, ऋकारः, रु, क्षम्यतां, रु, वकारः, रु, तकारः. तकारः ऋकारस्य स्थाने अर् इति आगच्छति. एकनिमिषं. इदानीं मम हस्ते वकारः अस्ति एव, ऋकारस्य स्थाने अर् आगच्छति अहं लिखामि. तदनन्तरं सकारः अस्ति, सकारः एव तिष्ठति. इदानीं किं भवति? वकार अर् तकार एतस्य मेलनेन किं मम हस्ते आगच्छति? वर् इति आगच्छति. वर् इति श्रूयते. वर् वा सम्पूर्णं रेफा तकार. रेफा तक, क्षम्यतां, रेफा तकार. विकरणप्रत्ययः अ अस्ति, अयोजनीयं. अनन्तरं किं योजनीयम्? अस्मिन् प्रत्यय तत्र आत्मनेपदे अस्ति, ते इति आगच्छति. ते इति योजनीयम्. ओके, अत्र इदानीं वर्णमेलनेन किं भविष्यति? वर्तते इति भवति. वर्तते इति भवति. वर् अधिकं त, सम्पूर्ण त. अवगतम्? आं भगिनि, सम्यक्, धन्यवादः. ओके, कुत्रापि किमपि समस्या अस्ति, हा, भ्रमः अस्ति, एतदेव. आं भगिनि, नाट् इन् दिस् बट् नाट् इन् दिस् ऐ एम् टेकिङ्ग् द एक्साम्पल् खादति. खादति अत्र गुण स्वर स्वराक्षरं नास्ति, इकार उकार ऋकार नास्ति. अतः सो हौ डु वी नो शक्यते प्रथमगणः वा अष्टमगणः वा? यदा उकार ऋकार इकार अस्ति अस्माकं धातुभागे तदा तु बहु सरलतया वादिगणीय वा सुदादिगणीय सुदादि न हा सुदादिगणीय इति वयं निर्णयं कर्तुं शक्नुमः. अन्यवर्णाः सन्ति चेत् किञ्चित् कठिनं भवति. ओके, अवगतम्? तत्र एव मम भ्रमः. अस्माकं सर्वेषां कृते तदेव भ्रमः भवति, परन्तु तदर्थम् अन्य किमपि अन्यरीत्या परिशीलनं कृत्वा निर्णयं प्राप्नुमः. ओके, तद् तत् विषयं तु अग्रे आगच्छति. परन्तु यदा इकार उकार ऋकार अस्ति चेत् अस्माकं धातुभागे तत्र तु बहु सरलतया वयं ज्ञातुं शक्नुमः वादिगणधातु अस्ति वा तुदादिगणधातु अस्ति. यावत्पर्यन्तं समस्या नास्ति इति अहं चिन्तयामि, कारणं पश्यन्तु हा अत्र तुदादिगणे मिल् इति अस्ति, अत्र इ अस्ति, हा धातुभागे मिलति, किमपि परिवर्तनं न अभवत्, इकारस्य ईकारे परिवर्तनं न अभवत्. अत्र कृष् इति अस्ति, हा कृषति साक्षात् आगतं, कर्षति इति न कृतम्. ओके, एतत् अस्ति अस्माकं किं चिह्नं. हा यावत्पर्यन्तं स्पष्टं भगिनि? श्रुवति श्रवति ओके, एकनिमिषं हा स्मरति पश्यामः. धन्यवादः. श्रु इति धातु अस्ति, हा स्रवति इति ओके, एतस्य परिशीलनं कुर्मः. ओके, प्रश्नं का पृष्टवती, हा कस्याः समस्या अस्ति एतत्? उर्मिला. उर्मिला, ओके, उर्मिला भवती एव अत्र कार्यं करोतु. हा ओके, सृ धातु हा एतस्य स्रवति स्रवति. ओके, हा इदानीं सृ धातोः वर्णविभजनं करोतु उर्मिला. सकार सकार रु चकार योग रेफ, अत्र ऋकार नास्ति, हा अत्र रेफः अस्ति, पश्यतु. एकनिमिषम् अहं लिखित्वा दर्शयामि. हा यदा अहं स्र लिखामि अथवा सृ लिखामि, पश्यतु भिन्नता कुत्र अस्ति. आम् तत्र रेफ अस्ति, द्वितीये भागे ऋकारः अस्ति. ओके, ऋ अस्ति चेत् इट् लुक्स् लैक् अ हुक् अण्डर् नीत्, ऋ अस्ति चेत् साक्षात् लैन्. ओके ओके, इदानीम् अस्माकं हस्ते सकार रेफ तदनन्तरं किमपि अस्ति वा न? सकार रेफ उकार उकार. ओके, सकार रेफ उकार. ओके, इदानीम् उकारः अस्ति, अस्माकं रूल् किम् अस्ति, उकारस्य ओ भवति, उकारः अस्ति चेत् ओ भवति, ओ भवति इत्य स्थाने, अतः मम हस्ते सकारः रेफः उकारस्य स्थाने ओकारः, ओके, तदनन्तरं किं योजनीयम्? अयुगति अ इति योजनीयं, किमर्थं? विकरणप्रत्ययः अस्ति, विकरणप्रत्ययः. तदनन्तरं किं योजनीयम्? तिङन्प्रत्ययः ति, ति इति योजनीयं. ओके, इदानीं पश्यतु ओकारानन्तरं, ओकारानन्तरम् अकारः आगतम्, अतः ओकार अकारयोः स्थाने अथवा सन्धिकार्यं कर्तव्यं न भवति, अनन्तरं स्वरः आगतम्, ओके, अतः पुनः अस्माकं यान्तवान्तादेशसन्धि भवति. किं भवति अत्र? अव भवति, रेफ अनन्तरम् अव, अव अवन अव हलन्तव, अनन्तरम् अ अधिकं ति, तत्तु तत्र एव अस्ति. इदानीं योजयतु स र अ, अत्र स्र आगतं न, व अ, व आगतं न, सम्पूर्ण व, अनन्तरं सि, स्रवति, ओके, समाधानं मिला? अवगच्छामि भगिनि. भगिनि मम एक संशयः अस्ति, क्षम्यतां, पृच्छतु वा? किमत्र, किमर्थं? वदतु. अत्र ओ अधिकम् आ यान्तावान्तसन्धि कृत्वा अव भवति, तत्र अवगतं. तदनन्तरं ओ अधिकम् आ उपयुज्य अव भवति, पुनः आ कथम् आगच्छति? आ ओ अधिकम् अव भवति चेत् यान्तवान्तदेशसन्धिविषये आ केवलं निर्णयं ददाति ओकारस्य परिवर्तनं कर्तव्यम् इति, केवलम् ओकारस्य अव अभवत्, आ तु तदेव तत्र एव तिष्ठति, तस्य परिवर्तनं न भवति. किञ्चित् सर्वे यान्तवान्तादेशसन्धिविषये परिशीलनं कुर्वन्तु, पुनः समस्या अग्रिम अवसरे अग्रिमकक्षायाम् अहं यान्तवान्तादेशसन्धि सम्पूर्णतया करिष्यामि, ओके. भगिनि जयति पुनः दृश्यतु किञ्चित्, ओके, जयति ई ये भवति अय प्लस् अस्तु अस्तु अस्तु, अवगतम् अवगतं भगिनि. अहं चिन्तयामि तत्र आय भवति पुनः आ बहिर्गत. इदानीम् अवगतम्, इदानीम् अवगतं भगिनि, क्षम्यतां, सम्यक् अवगत, धन्यवादः भगिनि, अवगतं भगिनि. कृष अधिक इदानीं कर्तव्यं वा यान्तवान्तदेशसन्धि, इदानीं कर्तव्यं वा? न न यान्तवान्तसन्धि अवगतं, तत्र आ पुनः तिष्ठति इति मम भ्रमः. आ विकरणप्रत्ययः तत्रैव अस्ति, आ ओ अव भवति, आ तद सहायं करोति ओ अवभव भवतु ओके यान्तवान्तादेशसन्धि इति नाम अस्ति किञ्चित् पुनरभ्यासं कुर्वन्तु हा अस्तु अस्तु अग्रिम अवसरे इत्युक्ते अग्रिम रविवासरे यदा आवश्यकं तदा यान्तवान्तादेशसन्धेः पुनरभ्यासं कुर्मः ओके अस्तु भगिनि अवगतम् अवगतम् इदानीं मम अहं स्मरामि विस्मृति इति इदानीं पुनः मरणम् आगच्छति अस्तु भगिनि अस्तु अस्तु भगिनि इदानीं क्लेशः निर्गत नास्ति धन्यवादः भगिनि एकः संशयः अस्ति कृष अधिक कृष कर्षति अपि भवति कृषति अपि भवति वा ओके उर्मिला कार्यं करोतु इदानीं हा कृष इति धातुः अस्ति ओके कृष इति धातुः अस्ति एतस्य हा कर्षति अपि अस्ति तदनन्तरं कृषति अपि अस्ति ओके द्वयमपि वयं जानीमः ओके परन्तु इदानीं निर्णयं कथं करिष्यति कर्षति कृषति विषये कर्षति तत्र गुण भवति तदर्थं द्वादिगण अस्ति अत्र ऋकार यदस्ति तस्य अर् भवति अर् भूत्वा कर्षति इति रूपं सिद्धं भवति कृष् तत्र साक्षात् अकारस्य योजनेन कृषति इति भवति तत्र अस्ति तुदादिगणीयधातु ओके अस्तु अवगतं सर्वे हा बहु सम्यक् उदाहरणम् अस्ति अत्र कृष् धातोः गणद्वयमस्ति प्रथमे गणे वादिगणे अपि अस्ति षष्ठे गणे अपि अस्ति ओके अग्रे गच्छामः समयः अस्ति वा पञ्चनिमेषानि अस्ति भगिनि ओके कस्याः पर्यायः इदानीं पूर्णिमा भवती पठितवती प्रतिभा आं भगिनि अहं ओके प्रतिभा भवती पठितवती न भगिनि वर्तते इति क्रियते परन्तु एतत् न पठितं मया हा वर्तते कृतवती हा ओके सः अन्य कापि पठिष्यति ओके सविता अस्तु भगिनि आं भगिनि सविता पठतु धातुवः क्रियापदं निर्मातुं द्वादिगणे गुणः भवति उदादिगणे गुणः न भवति गुणः भवति इत्युक्ते धातोः अन्तर्भूते स्वरे गुणः आगच्छति इति बुद्ध धातोः अन्तर्भूतः स्वरः उ उकारस्य गुणः ओकारः इति उपरि स्थिते कोष्टके अस्माभिः दृष्टं बुद् धातौ गुणः भवति अतः बुद् भोद् भवति भोद् इति अस्ति लट् लकारे लटि बोधति इति रूपं गुणः अस्ति अतः बुद् धातुः प्रथमे गणे अस्ति न तु षष्ठे अन्य उदाहरणं स्वीकृत्य प्रूफ् दत्तम् अस्ति अत्र ओके लिक् धातौ अन्तर्भूतः स्वरः इ इकारस्य गुणः एकारः किन्तु लिक् धातोः लटि लटि लिखति इत्यस्ति न तु लेखति गुणः न जातः अतः षष्ठे गणे अस्ति लिक् धातुः यदि द्वादिगणे अभिः अभविष्यत् तर्हि लटि लेखति इति रूपम् अभविष्यत्, तथा नास्ति एव दुदादिगणे अस्ति अतः लिखति इति रूपं भवति. कृष् इत्यस्य धातु द्वयम् अस्ति, एकः कृष् धातुः द्वादिगणे अस्ति, अपरः कृष् धातुः सुदादिगणे अस्ति. द्वादिगणे कृष् धातोः कर्षति इति रूपं लटि. ऋकारस्य गुणः अर् किल, अतः कृष् कर्ष द्वादिगणे, किन्तु सुदादिगणे अन्तर्भूतः कृष् धातुः लटि कृषति इति नाम ऋकारस्य गुणः तत्र न भवति. एतत् सर्वं वयम् इदानीमेव दृष्टवन्तः, सत्यं? भगिनि, कृष् कृषति एण्ड् कर्षति मीनिङ्ग् इस् डिफ्रेण्ट् नो भगिनि? कृष् फार्मिङ्ग् द प्लौविङ्ग् एण्ड् कर्षति गर्जनम् इति. एकनिमिषं, अष्टाध्यायी डाट् काम् मीनिङ्ग् विषये पश्यामः. धातुपाठः कृष् धातु, पश्यतु, कृष् यदा वादिगणे अस्ति तत्र तु टु प्लौ, टु फार्म्, टु कल्टिवेट्. कर्षति तत्र अपि प्लौ, फार्म्, फर्रो, कल्टिवेट् एवं किञ्चित् भिन्नता अस्ति. ओके, अर्थे कृषिकर्म करना, जेतना हल चलाना, जेतना हल चलाना. ओके, एतत् अस्ति भिन्नता. कुत्र किम् उपयोगं करणीयम् अभ्यासेन आगच्छति, अहं चिन्तयामि. ओके, द्वयमपि समानमेव इति अहं चिन्तयामि. द्वयमपि समानम् इति भासते. एकः प्रश्नः अस्ति, कर्षति अट्राक्षन् अपि भवति वा? कृष्णस्य नाम मीनिङ्ग् सम्टैम्स् इट् से कर्षति हि अट्राक्ट्स् एव्रिवन् बिकास् इट् कम्स् फ्रम् कृष् धातु, देट्स् वै हिस् नेम् इस् वन् आफ् द इण्टर्प्रिटेशन् फ़र् कृष्ण. इस् देट् मीनिङ्ग् कर्षति इस् टु अट्राक्ट् आल्सो आकर्षति, थिङ्ग्स् लैक् देट्. आकर्षति इत्युक्ते अट्राक्ट्. ओके, तत्र आ उपसर्गयुक्त रूपमस्ति. आकर्षति टु अट्राक्ट्, बट् कर्षति कर्षति इत्युक्ते ड्रागिङ्ग् आल्सो, ड्रागिङ्ग् बेटर् चेक् वित् अप्टे or any of the other dictionaries, koshah, anya kim artha. If a lion drags a deer, that is karshati. Lion simha harinam karshati. Plow is also there na, karshati, that is also there. krishakah anika. Okay, सो ऐ थिङ्क् अभ्यासेन एव वयं ज्ञातुं शक्नुमः. आं भगिनि, अहि अहि इत्युक्ते सर्पः अपि भवति, जलमपि भवति, तथा एव अर्थं भवति. या कष्ट काण्टेक्स् अपि आवश्यकं न. ओके, चलो अद्य अत्र समापयामः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः, शुभरात्रि. धन्यवादः.